तैजसस्योत्पविज्ञान उत्कर्षो दृश्यते स्फुटं मात्रासं प्रतिपत्तौ स्यादुभयत्वं तथाविधं। तैजसस्य उत्पविज्ञाने उकारत्वविवक्षायां उत्कर्षो दृश्यते स्फुटं स्पष्टमित्यर्थः, उभयत्वं च स्फुटमेव इति। पूर्ववत् सर्वं मकारभावे प्राज्ञस्य मानसामान्यमुत्कटं मात्रासं प्रतिपत्तौ तूलय सामान्यमेव च। मकारत्वे प्राज्ञस्य मिथिलयौ उत्कृष्टे सामान्य इत्यर्थः। त्रिषुधामसु यस्तुल्यं सामान्यं वेत्ति निश्चितः स पूज्यः सर्वभूतानां भुञ्जैश्चैव महामुनिः। यथोक्तस्थानत्रये यः तुल्यम् उक्तं सामान्यं वेत्ति एवमेव एत इति निश्चितः सन् सः पूज्यः वन्द्यश्च ब्रह्मविद् लोके भवति। अकारो नयते विश्वं मुकारश्चापि तैजसं मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः। यथोक्तैः सामान्यैः आत्मपादानां मात्राभिः सह एकत्वं कृत्वा यथोक्तविद्यते योऽध्यायी तम् अकारः नयते विश्वं प्रापयते। अकारालम्बन विद्वान् वैश्वानरो भवति इत्यर्थः। तथा उकारः तैजसं मकारश्चापि पुनः प्राज्ञं च शब्दात् नयते इति अनुवर्तते। क्षीणे तु मकारे बीजवावक्षया अमात्र न विद्यते क्वचिदित्यर्थः। अमात्रश्चतुर्थो व्यवहार्यः प्रपञ्चोपशमः शिवो अद्वैतः संविशति आत्मना आत्मानं जयेवं भेद। अमात्रः मात्रा यस्य न सन्ति सः अमात्रः। चतुर्थः तुरीयः आत्मैव केवलः अभिधान अभिधेयरूपयोः वाङ्मनसयोः क्षीणत्व अव्यवहार्यः। प्रपञ्चोपशमः शिवः अद्वैतसंवृत्तः एवं यथोक्तविज्ञानवता प्रयुक्तः मात्रः त्रिपाद आत्मैव संविशति आत्मना स्वेनैव स्वं पारमार्थिकम् आत्मानं य एवं वेद। परमार्थदर्शनातो ब्रह्मवि तृतीयं बीजभावं दग्ध्वा आत्मानं प्रविष्टः इति न पुनः जायते तुरीयस्य अबीजत्वात्। न हि रज्जुसर्पयोः विवेके रज्ज्वां प्रविष्टः सर्पः बुद्धिसंस्कारात् पुनः पूर्व तद्विवेकिनाम् उत्थास्यति। मन्दमध्यमदीयान् तु प्रतिपन्नसाधकभावानां सन्मार्गगामिनः सन्न्यासिनः मात्राणां पादानां च क्लुप्तसामान्यविधां यथावदुपास्यमानप्रतिपत्ति आलम्बनी भवति। तथा च वक्ष्यति आश्रमाः त्रिविधाः इत्यादि। अत्र इति श्लोकाः भवन्ति दशो विद्यात्पादामात्राण संशयः ज्ञात्वा न किञ्चिदपि चिन्तयेन्। पूर्व अत्र एते श्लोकाः भवन्ति यथोक्तैः सामान्यैः पादाय मात्रा मात्राश्च पादः तस्मात् तादृशः विद्यात् इत्यर्थः। एवं दृष्टार्थम् अदृष्टार्थं वा न किञ्चिदपि प्रयोजनं चिन्तयेन् कृतार्थत्वात् इत्यर्थः। युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयं प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचिदं। युञ्जीत समादध्य यथा व्याख्याते परमार्थरूपे प्रणवे चेतः मनः। यस्मात् प्रणवः ब्रह्मनिर्भयं न हि तत्र सदायुक्तस्य भयं विद्यते क्वचित् विद्वान् न बिभेति कुतश्चन इति श्रुतेः। प्रणवो ह्य परं ब्रह्म प्रणवश्च परं स्मृतः अपूर्वोऽनन्तरो वाक्यो न परः प्रणभोग्यः। परापरि ब्रह्मणि प्रणवः परमार्थतः क्षीणेषु मात्रापादेषु पर एव आत्मा ब्रह्म इति। न पूर्वं कारणमस्य विद्यते इति अपूर्वः, नास्य अन्तरं भिन्नजातीयं किञ्चित् विद्यते इति अनन्तरः। तथा बाह्यम् अन्यतो न विद्यते इति अबाह्यः, अपरं कार्यमस्य न विद्यते इति अनपरः। सबाख्याभ्यन्तरो हि अजः स इन्दवगणवतो प्रज्ञानगणः इत्यर्थः। सर्वस्य प्रणवोख्यादिः मध्यमन्तस्ततैव च एवं हि प्रणं ज्ञात्वा विष्णुते तदनन्तरम् आदिमध्यान्त उत्पत्तिस्थितिप्रलयः सर्वस्य प्रणमेव मायाहस्तिरज्जुसर्पमृगतृष्णिका स्वप्नादिव तु उत्पद्यमानस्य वियदादिप्रपञ्चस्य यथा मायाव्याधयः एवं हि प्रणवमात्मानं मायाव्याधिस्थानीयं ज्ञात्वा तत्क्षणादेव तदात्मभावं विष्णुते इत्यर्थः प्रणवम् ईश्वरं विद्या सर्वस्य हृदये स्थितं सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचते सर्वस्य प्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थितम् ईश्वरं प्रणवं विद्या सर्वव्यापिनं व्योमवत् आत्मानम् असंसारिणं धीरः धीमान् बुद्धिमान् आत्मतत्त्वं मत्वा ज्ञात्वा न शोचते शोकनिमित्त अनुपत्तेः तरति शोकमात्मवे इत्यादि श्रुतिभ्यः अमात्रोऽनन्तमात्रश्चाद्वैतस्योपशमः शिवः तो येन समुनिर्णेतरो जनः अमात्रः तुरीयः मीयते अनया इति मात्रा परिच्छितिः सा अनन्ता यस्य सः अनन्तमात्रः नैतावत्त्वम् अस्य अपरिच्छेत्तुं शक्यते इत्यर्थः सर्वद्वैतोपशमत्वादेव शिवः व्याख्यातः विदितो येन स एव परमार्थतत्त्वस्य मननातु मुनिः नेतरो जनः शास्त्रविदपि इत्यर्थः इति प्रथमम् आगमप्रकरणं सम्पूर्णं वैतथ्यप्रकरणं वैतथ्यं सर्वभावानां स्वप्न आहुर्मुनीषिणः अन्तःस्थानत्वभावानां समृतत्वेन हेतुनः ज्ञाते द्वैतं न विद्यते इत्युक्तम् एकमेव द्वितीयम् इत्यादि श्रुतिभ्यः आगममात्रं तथं तत्र उपपत्त्यापि द्वैतस्य वैतथ्यं शक्यते अवधारयितुम् इति द्वितीयं प्रकरणम् आरभ्यते वैतथ्यम् इत्यादिना विततस्य भाववैतथ्यम् असत्यत्वम् इत्यर्थः कस्य सर्वेषां बाह्याध्यात्मिकानां भावानां पदार्थानां स्वप्ने उपलभ्यमानानां आहुः कथयन्ति मनीषिणः प्रमाणकुशलः वैतथ्ये हेतुमः अन्तःस्थानम् अन्तः शरीरस्य मध्ये स्थानं येषां तत्र हि भावाः उपलभ्यन्ते पर्वतहस्त्यादयः न बहिः शरीरः तस्मात् ते विदथा भवितुमर्हन्ति ननु अपवरकादि अन्तः उपलभ्यमानैः घटादिभिः अनैकान्तिको हेतुः इति आशङ्क्याः समृतत्वेन हेतुना इति अन्तः संवृतस्थानात् इत्यर्थः न हि अन्तः संवृते देहान्तर्नाडीषु पर्वतहस्त्यादीनां सम्भवः अस्ति न हि देहे पर्वतो अस्ति अदीर्घत्वाच्चकालस्य गत्वा देहान्न पश्यति प्रतिबुद्धस्य वै सर्वः तस्मिन् देशेन विद्यते स्वप्नदृश्यानां भावानाम् अन्तः संवृतस्थानमिति एतदसिद्धम् यस्मात् प्राच्येषुप्तः उदक्षु स्वप्नान् पश्यन्निव दृश्यते इति एतदाशङ्क्याः न देहात् बहिः देशान्तरं गत्वा स्वप्नान् पश्यति यस्मात् सुप्तमात्र एव देहदेशाद् योजनशतान्तरिते मासमात्रप्राप्ये देशे स्वप्नान् पश्यन्निव दृश्यते न च तद्देशप्राप्तेः आगमनस्य च दीर्घः कालो अस्ति अतः अदीर्घत्वाच्च कालस्य न स्वप्नदृहं देशान्तरं गच्छति किञ्च प्रतिबुद्धश्च वै सर्वः स्वप्नदृहं स्वप्नदर्शनदेशेन विद्यते यदि च स्वप्ने देशान्तरं गच्छे यस्मिन् देशे स्वप्नान् पश्येत् तत्रैव प्रतिबुध्येत् न च एतदस्ति रात्रौ सुप्तः अहनीव भावान् पश्यति बहुभिः सङ्गतो भवति यैश्च सङ्गतः स तैः गृह्येत् न च गृह्यते गृहीतश्चेत् त्वामद्य तत्र उपलब्धवन्तः वयमिति ब्रूयुः न च एतदस्ति तस्मान्न देशान्तरं गच्छति स्वप्ने अभावश्चरथादीनां श्रूयते न्यायपूर्वकं वैतथ्यं तेन वै प्राप्तं स्वप्नाः प्रकाशितम् इतश्च स्वप्नदृश्याभावाः विदतः यतः अभावश्च रथादीनां स्वप्नदृश्यानां श्रूयते न्यायपूर्वकं युक्तितः श्रुत न तत्रर्थाः इत्यत्र तेन अन्तस्थानसमर्थत्वादिहेतुना प्राप्तं वैदथ्यं तदनुवादिन्या श्रुत्या स्वप्ने स्वयं ज्योतिषप्रतिपादनपर्य प्रकाशितम् आहुः ब्रह्मविदः अन्तस्थानात्वभेदानां तस्माज्जागरिते स्मृतं यथा तत्र तथा स्वप्ने समृद्धत्वेन भिद्यते जागृदृश्यानां भावानां वैदथ्यमिति प्रतिज्ञा दृश्यत्वादिति हेतु स्वप्नदृश्यभावतु इति दृष्टान्तः यथा तत्र स्वप्ने दृश्यानां भावानां वैतथ्यं तथा जागरितेऽपि दृश्यत्वम् अविशिष्टम् इति हेतूपनयः तस्मात् जागरितेऽपि वैतथ्यं श्रुतम् इति निगमनम् अन्तस्थानात् समृद्धत्वेन च स्वप्नदृश्यानां भावानां जागृदृश्येभ्यो भेदः दृश्यत्वम् असत्यत्वं च अविशिष्टम् अभयत्र स्वप्नजागृते स्थाने हि एकमाहुर्मनीषिणः भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना प्रसिद्धेनैव भेदानां ग्राह्यत्वेन हेतुना समत्वेन स्वप्नजागृतस्थानयोः एकत्वमाहु विवेकिनः इति पूर्वप्रमाणसिद्धस्य विफलम् आलभ्वन्ते च यन्नास्ति वर्तमाने दत्तत वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः इतश्च वैतथ्यं जागृदृश्यानां भेदानाम् आद्यन्तयोः अभावः यदादौ अन्ते च नास्ति वस्तु मृगतृष्णिकादि तन्मध्येऽपि नास्ति इति निश्चितं लोके तथा इमे जागृदृश्याभेदाः आद्यन्तयोः अभावः वितथैरेव मृगतृष्णिकादिभिः सदृशत्वात् वितथा एव तथापि अवितथा इव लक्षितमूढैः अनात्मभिः